पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 59 शेष उवाच अथ नावासमुत्तीर्य जाह्नवीं लक्ष्मणस्तदा जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ सा चलन्ती पथि तदा शुष्यद्वदनलक्षिता कण्डकक्षद सत्पादास्खलन्ती च पदे पदे लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि प्रवेशयामास तदा राघवाज्ञा विधायकः यत्र वृक्षा महाघोरा बर्बूला कदिराखनः श्लेष्मादकाश्चिञ्चिणीका शुष्का दावेन वह्निना कोढरस्ता महासर्पा फूत्कुर्वन्ति सुकोपिताः कूका कूत्कुर्वदे यत्र लोकचित्तभयङ्कराः व्याक्राः सिंहा शृगालाश्च द्वीपिनोदिभयङ्कराः दृश्यन्ते यत्र सरला मनुष्यादा सुकोपनाः महिषा सुकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः कुर्वन्ति प्राणिनां तापं मानसस्य मदोद्धुराः ईदृग्वनं प्रपश्यन्ति भयेनोपगदज्वरा कण्टकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीद जानक्युवाच वीरर्षिमुनिः संसेव्य नाश्रमान्नेत्रसौख्यदान् नाकं पश्यामि नो तेषां पत्नीश्च सुतपोधनः पश्यामि केवलं घोरान् पक्षिणः शुष्कवृक्षकान् दावानलेन तत्सर्वं दह्यमानमिदं वनम् त्वां च पश्यामि दुःखार्थमश्रु पूर्णाकुलेक्षणं शकुनेतरसाहस्रं भवेन्मम पदे पदे तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना रामेण दुष्टहृदया क्षिप्रं कथय मे हि तद् इति वाक्यं समाकर्ण्य लक्ष्मणशोक कर्षितः संरुद्धबाष्पवदनो न किञ्चित् प्रोक्तवांस्तदा तदेव विपिनं घोरं गच्छन्ति लक्ष्मणान्विदा पुनरप्याहतं वीरं दुःखार्ता पश्यति मुखं तदापि सनतां वक्रि किमपि प्रेक्षुलोलुपः तदा सात्यन्तनिर्बन्धं चकार परिपृच्छति आग्रहेण यथा पृष्ठो लक्ष्मणसीतया तदा रुद्धकण्ठो मुहुशोचन्नवदत्यागसम्भवम् तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम सुलता कृतमूलेव बभूवा कल्पवर्जिता तदैव पृथिवी तां न जग्राहतनयामि मां रामो विपापिनीं सीतां न जह्यादिति शङ्किनी पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरुदेवर कथं मां पापरहितां त्यजते स रघुद्वहः एवं बहु विलप्याधलक्ष्मणं दुःखसंयुतं संवीक्ष्य मूर्च्छिता भूमौ पपादपरिदुःखिता मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता जगादरामचरणौ स्मरन्ती शोकविक्षदा रघुनाथो महाबुद्धिस्त्यजते मां कथं महान् यो मदर्थे पयोराशिं बद्धवान्वानरैर्युधः सकथं मां महावीरो निष्पापां रचकोक्रिदः त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् एवं वदन्ति पुनरपि मूर्च्छां प्राप्ता विदेहजा मूर्च्छितां तां समीक्ष्याध रुरोद विकृतस्वरः पुनः संज्ञामवाप्यैवं सौमित्रीं निजवादः सा दुःखादुरं वीक्ष्यमाणा रुद्धकण्ठं सुदुःखिता सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिं मद्वाक्य मे वैदद्ब्रूयाः समक्षं तपसां निधेः मां तत्याज भवान् यद्वै जानन्नपि विपापिनीं कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तद्फलं नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि मां भवांस्तत्याज तत्सर्वं मम दैवं तु कारणं कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम अहं तावद्वने त्वां हि स्मरन्ती प्राणधारिका मनसा कर्मणा वाचा भवानेव ममोत्तमः अन्ये तु चीकृता सर्वे मनसा रघुवंशज भवे भवे भवानेव पदिर्भूयान्महीश्वर त्वत्पादस्मरणानेक हतपापा सदीश्वरी श्वश्रूजनं बहुहि सर्वं मत्सन्देशं रघुत्तम त्यक्तावने महाघोरे रामेण निरखासदि स्मरामि चरणौ युष्मद्वने मृगगणैर्युधे अन्तर्वत्नी वने त्यक्ता रामेण सुमहात्मना सौमित्रे शृणुमद्वाक्यं भद्रं भूयाद्रकूत्तमे इदानीं संत्यजे प्राणान् रामवीर्यं सुरक्षति त्वं रामवचनं तद्भ्यं यत्करोषि शुभं तव परतन्त्रेण तत्कार्यं रामपादाब्जसे विना गच्छ त्वं रामसविधे शिवा पन्थान एव ते ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा इत्युक्त्वा मूर्च्छिता भूमौ पपाद पुरतस्तदा लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छित जानकीं वीजयामास वासोग्रैहि संज्ञां प्राप्तां प्रकृत्य च सौमित्रिः सान्द्वयामास वचनैर्मधुरैर्मुहुः लक्ष्मण उवाच एष गच्छामि रामं वै गत्वा शंसामि सर्वशः समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पूरितः मुञ्जन्नश्रुकलां दुःखाद्ययौ रामं महीपतिं जानकी देवरं यान्दं वीक्ष्य विस्मितलोचना असत्ययं महाभागो लक्ष्मणो देवरो मम पदं मां प्राणतः प्रोष्ठां विपापां राघवोऽत्यजद इति संचिन्तयन्ती सा तमैक्षदनिमेषणा जाह्नवीं सर्वदोतीर्णां ज्ञात्वा सत्यं स्वहापनं पतिता प्राणसन्देहं प्राप्ता मूर्च्छां गदा तदा तदा हंसा स्वपक्षाभ्यां जलमानीय सर्वदः शिशिचुर्मधुरो वायुर्ववौ पुष्पसुगन्धिमान् करिणपुष्करैस्वीयैर्जलपूर्णैः समन्तदः व्याप्तं शरीरं रजसा क्षालयन्द इवागदाः मृगास्तदन्तिकं प्राप्य संतस्तो विस्मितेक्षणाः नगा पुष्पयुधा आसंस्तत्कालं मधुना विना यदस्मिन् समये वृत्ते संज्ञां प्राप्य तदा सदी विललाप सुदुःखार्ता राम रामेदि जल्पदी हानाथ दीनबन्धो हे करुणामयसंनिधे अपराधादृदे मां त्वं कथं त्यजसि वैवने इत्येवमादि भाषन्ति विलपन्ति मुहुर्मुहुः इतस्ततः प्रपश्यन्ति सम्मूर्च्छन्ति पुनः पुनः तदा स्वशिष्यैर्भगवान् वाल्मीकिसङ्गदो वनं शुश्रावरुदिदं तत्र करुणास्वरभाषितं शिष्यान् प्रदि जगादाथ पश्यं दुवनमध्यदः को रोदिति महाकोरे विपिने दुःखितस्वरः ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी राम रामेदि भाषन्ति बाष्पपूरपरिप्लुता तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्युगुर्मुनिं श्रुत्वा तदीरिदं वाक्यं जगामासौ तदौ मुनिः दृष्ट्वा तं तपसां राशिं जानकी पदिदेवता नमोऽस्तु मुनये वेदमूर्तये व्रतवार्थये इत्युक्तवन्तीं तां सीतामाशीर्भिरभ्यनन्दयद भर्त्रा सह चिरञ्जीवपुत्रौ प्राप्नुहि शोभनौ कासि त्वं किं वने कोरे सङ्कतासि किमीदृशी सर्वं मे शंस जानीयां तव दुःखस्य कारणम् सा तदा प्रत्युवाचेमं रामस्य महिलामुनिं निःश्वसन्ति करुणया गिरा संजादवे पदुः शृणु मे वाक्यमर्धोक्तं सर्वदुःखस्य कारणं जानीहि मां भूमिपदे रघुनाथस्य सेवकीम् अपराधं विना त्यक्ता न जाने तत्र कारणं लक्ष्मणो मां विमुच्यात्र गतवान् राघवाज्ञया युत्युक्त्वा श्रुकलापूर्णं बिभ्रदि मुखपङ्कजं वाल्मीकिः सान्त्वयन् प्राह जानकीं कमलेक्षणाम् वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिं दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमं भिन्नस्थाने पितुर्गेहं जानीहि पदिदेवते ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः एवं वच समाकर्ण्य जानकीपदि देवता दुःखपूर्णा श्रुवदना किञ्चित् सुखमवापसा। शेष उवाच वाल्मीकिस्सान्त्वयित्वैनां दुःखपूराकुलेक्षणां निनाय स्वाश्रमं पुण्यं तापसी वृन्दपूजितं सा गच्छन्ति पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेहे राजेन्दोः पृष्ठतो वै तारकेव मनोहरा वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूजितं तापसी प्रति संचख्यौ जानकीं स्वाश्रमं गतां वैदेही तापसी सर्वा नमश्चक्रे महामनाः परस्परं प्रहृषिता परिरम्भं समाचरन् वाल्मीकिर्निजशिष्यान् स प्रत्युवाच तपोनिधिः रच्यतां बध जानक्या पर्णशाला मनोरमा इत्युक्तं वाक्यमाकर्ण्य वाल्मीके सुमनो रमं व्यरचन् पत्रकैशालां दारुभिः सुमनोहरम् तत्रावसद्धि वैदेही पतिव्रतपरायणा वाल्मीके परिचर्यां च कुर्वन्ति फलभक्षिका जपन्ति राम रामेदि मनसा वचसा स्वयं निनाय दिवसांस्तत्र जानकी पतिदेवता काले सासूद पुत्रौ द्वौ मनोहरवपुर्धरौ रामचन्द्रप्रतिनिधि ह्यश्विनाविव जानकी तच्छ्रुत्वा दु मुनिर्हृष्टो जानक्याः पुत्रसम्भवं चकार जातकर्मादिसंस्कारान् मन्द्रवित्तमः कुशैर्लवैश्च वाल्मीकिर्मुनिकर्माणि चाचरद तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा वाल्मीकिर्यत्र विरजा मङ्गलं तद्यथाचरद अत्यन्तं हृष्टचित्ता सा बभूव कमलेक्षणा तद्दिने लवणं हत्वा शत्रुघ्नस्वल्पसैनिकः आगमच्चाश्रमे चास्य वाल्मीकेर्निशिशोभने तदा वाल्मीकिना शिष्टशत्रुघ्नो रघुनायकं मा शंसजानकी पुत्रौ कथयिष्याम्यहं पुरः जानकीपुत्रकौ तत्र ववृधादे मनोरमौ कन्दमूलफलैः पुष्टौ व्यदधा दुन्मदौ वरौ शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ कालेन संस्कृतौ जादावुपनीतौ मनोहरौ उपनीयमुनिर्वेदं साङ्गमध्यापयत्सुतौ सरहस्यं धनुर्वेदं रामायणमपाठयत वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते अभेद्ये सगुणे श्रेष्ठे वैरि वृन्दविदारणे इषुधि बाणसम्पूर्णौ अक्षये करवालके चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा धनुर्धरौ धनुर्वेदपारकावाश्रमे मुदा चरन्तौ तत्र रे जादे अश्विनाविव शोभनौ जानकीवीक्ष्य पुत्रौ द्वौ खड्ग चर्मधरौ वरौ परमं हर्षमापन्ना विरहोद्भवमत्यजात येष ते कथितो विप्र जानक्या पुत्रसम्भवः अदशृणुष्व यद्वृत्तं वीरबाहुविकृन्दनम् इति श्रीपद्मपुराणे पादालखण्डे शेषवाध्यायनसंवादे रामाश्वमेधे कुशलवोत्पत्तिकथानकं नामैकोनष्टष्टितमोऽध्यायः ॐ